शिरः कृत्तिवासा पिनाकी ईशानो देवः सन आयुर्दधातु तस्मै जुहोमि हविषाग्रदेन। विद्याजमानः शरीरस्य मध्याद्रोचमान धर्मरुचिर्य आगा समृत्युपाशानपन यघोरा निहायुषेणु घृतमर्तु देवः। गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम्भ ग्रहमर्कमर्चम् तमायुषे वर्धयामो हृतेन। श्रियम् लक्ष्मीमौलाम्बिकाङ्गा षष्ठीं च यामिन्द्रसेवेत्युदाहु तां विद्यां ब्रह्मयोनिगुप्तस्वरूपाभिहायुषे कल्पयामो घृतेन। सयोन्यः सहस्रशो विश्वरूपा विरूपाः ससूनव सपतय सयुध्या आयुषेणो घृतमिदं जुषन्ता। दिव्यागण मधुरूपाः पुराण आयुषिदो न प्रमथ्नन्तु वीरा तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागं वीरिषो मोत वीरा। यतो बभूव भुवनस्य गोपाः यम एति भुवनम् साम्पराय स नु हविर्घृत विहायुषे तु देवः। वसुरुद्रानादित्यान् मरुतोऽध्रसाध्यान् नृभुम् यक्षान् गन्धर्वगश्च पितृगश्च विश्वान् ऋगून् सर्पगश्चाङ्गिरसोऽथ सर्वान् घृतगुम् भूत्वा स्वायुष्य महयामुषश्व। ॐ शान्ति शान्ति शान्तिः।